नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल्सन्धिः इति भागे वयं सुबन्धानाम् अभ्यासं तत्र स्मः। तत्र वयं सूत्राणि अपि पठितवन्तः गतसप्ताहे। यचिभम् इति आरभ्य पुनः पश्यामः। नमस्ते भगिनि, उषा अस्मि। नमस्ते भगिनि। अस्तु, अत्र यचिभम् इति अष्टाध्यायी .com मध्ये उद्घाटयतु कृपया। 1418 सूत्रसङ्ख्या। अस्तु महोदय, पठति वा? हा, श्रूयते वा? आम्। यचिभम् इति सुवादिषु असर्वणस्थाने इति अनुवृत्तिः अधिकार आकारादि एका संज्ञा इति सम्पूर्णसूत्रमस्ति। असर्वणस्थाने सुवादिषु यचिभम् इति संज्ञासूत्रमस्ति। असर्वनामकसंज्ञकः सु आदि यकारादि अजादि वा प्रत्ययः यस्मात् विधीयते तस्य भसंज्ञा भवति इति। चतुर्थाध्यायस्य प्रथमपादे सौजस् अस्मिन् सूत्रे सुप्रत्ययः दत्तः अस्ति। अस्मात् आरभ्य प्रत्याधिकारस्य समाप्तिपर्यन्तम् इत्युक्ते पञ्चमाध्यायपर्यन्तं ये केऽपि प्रत्ययाः पाठिताः सन्ति तेषां सर्वेषां ग्रहणम् अस्मिन् सूत्रे सु आदि इत्यनेन कृतमस्ति। एतेषु ये प्रत्ययाः सर्वनामस्थानसंज्ञकाः सन्ति तान् विहाय अन्येषु यकारादिषु अजादिषु प्रत्ययेषु वा परेषु वर्तमानसूत्रेण बसंज्ञा भवति। उदाहरणम् अस्ति रामयोगशस्। रामयोगशस् इदानीं तत्र अजादिप्रत्ययः अस्ति अस् इति, अतः सरणमस्थानम् अस्ति, अतः यचिभम् इत्यनेन तत्र बसंज्ञा भवति। अङ्गस्य अङ्गस्य खलु अङ्गस्य बसंज्ञा भवति। तथैव फलयोग अत्र फल औ रामाभ्यां गर्गयोग यञ् इति कश्चन प्रत्ययः अस्ति, तत् तद्धितप्रत्ययः भवति गर्गयञ् इति अस्ति, तत्रापि भवति। रामयोग क्यच् तस्मिन्नपि भवति एकवारं क्यच् इति रामशब्दस्य भवति क्यच् न भवति न भवति तत् सनादिप्रत्ययः तृतीयाध्यायः रामप्रत्ययम् अतः न भवति इति अस्ति। अतः तद्धितप्रत्ययः सुप्रत्ययस्य एव भवति बम्बसंज्ञा यत्र यकारादि अपि च अजादिप्रत्ययः अस्ति चेत्। यकारादिः भवतु अजादिः वा भवति चेत् तत्र पूर्वभागस्य भसंज्ञा, प्रत्ययस्य तु सर्वनामस्थानसंज्ञा इति। अस्तु किल, न समीचीनमेव। तत्र प्रथमम् उदाहरणे किमस्ति इति पठति वा महोदय? रामयोगः शस् इत्यत्र एकवारं रामयोगशस् अस्ति। अत्र द्वितीय द्वितीयविभक्ति बहुवचनप्रत्ययः अस्ति। इदानीं स्वादिश असरणस्थाने इत्यनेन सरणमस्थानं नास्ति अत्र, तत्र पदसंज्ञा भवितुमर्हति। तत् प्रबाध्य इदानीं तत्र पूर्वसूत्रात् सरणमस्थानं सारी पदसंज्ञा भवति, परन्तु इदानीं तत् प्रबाध्य इति अजादिप्रत्ययः अस्ति इति कृत्वा तत्र भसंज्ञा भवति अङ्गस्य। समीचीनं, पुल्लिङ्गे बहुवचने शस् इति प्रत्ययः, तत्र तु सर्वनामस्थानसंज्ञकः नास्ति, असर्वनामस्थानसंज्ञकः अस्ति किल, स्वादिषु असर्वनामस्थाने इत्यनेन। परन्तु तद् पूर्वभागस्य तु भसंज्ञा अस्ति, अतः अजादिः अपि अस्ति इति कृत्वा तत्र यचीभम् इत्यनेन भासन्या. फलयोगः शस् इत्यत्र किं भवति? फल अस्तु, क्षम्यतां, फलयोगः शस् अस्ति, अस्तु, तत्र न भवति दक्षसोः शि इत्यनेन तत्र तरणमस्थानं प्राप्नोति, अतः न भवति, न भवति. अतः तत्र भेदः, यद्यपि तत्र शस् इति अस्ति, तत्र फलयोगः शस् इत्यत्र तु भसंज्ञा न भवति. तत्र तु शस् शि सर्वनामस्थाने इत्यनेन तद् शस् इति बहुवचनप्रत्ययः इदानीं सर्वनामस्थानसंज्ञकः अस्ति. असर्वनामस्थानसंज्ञकः अपि भवतु, अनन्तरं यकारादि अजादिप्रत्ययः वा भवतु, तत्र एव भसंज्ञा पूर्वभागस्य अथवा न. विजया भगिनी वदति वा फलयोगः औ इत्यत्र कः संज्ञाः भवति, कः संज्ञा भवति, का संज्ञा? फलयोगः औ इत्यत्र फलशब्दस्य भासंज्ञा भवति, यतः अत्र उपस्थितः औ प्रत्ययः चतुर्थ अध्याये पाठितः अस्ति. सर्वनामस्थानसंज्ञकः नास्ति, अजादिः च अस्ति. अत्र अजादिप्रत्ययम् अस्ति औ इति फल इति नपुंसकलिङ्गे. प्रथमं भासंज्ञा भवति, परन्तु अत्र औ प्रत्ययः चतुर्थ अध्याये पाठितः किम्, अत्र सर्वनामसंज्ञकः नास्ति, अतः अनन्तरम् अजादि अपि अस्ति, अतः तत्र भासंज्ञकः भवति एव खलु भगिनि? भवति एव. फलयोगः औ इति यदा अस्ति तत्र फल इति शब्दस्य भसंज्ञा, औ इति प्रत्ययस्य असर्वनामस्थानसंज्ञा. अग्रिममपि वदतु, रामयोगः अभ्यां भगिनि, अत्र शस् इति प्रत्ययं जश् सस् प्रथम बहुवचनं द्वितीय बहुवचनं प्रत्ययोः सर्वनामस्थानसंज्ञा भवति. अत्र किम् उक्तं भवत्या, किञ्चित् उक्तं खलु तत्र भासंज्ञकः नास्ति इति, किम् उक्तं भवति? फलशब्दस्य फल इति नपुंसकलिङ्गप्रातिपदिकं किल, तत्र शस् इति नपुंसकलिङ्गप्रत्ययः, शस् इति प्रत्ययः नपुंसके किल, तत्र शि सर्वनामस्थान इति सूत्रेण शि प्रत्ययस्य सर्वनामस्थानसंज्ञक संज्ञा विधीयते. यदा वयं पुल्लिङ्गे पश्यामः चेत् तत्र बहुवचने सर्वनामस्थानसंज्ञा नास्ति, सुडनपुंसकस्य इत्यनेन तत्र सु औजस् अम् औट् पर्यन्तमेव सर्वनामस्थानसंज्ञा, बहुवचने सर्वनामस्थानसंज्ञा नास्ति. इदानीं शी सर्वनामस्थानम् इत्यनेन फलशब्दस्य बहुवचने सर्वनामस्थानसंज्ञा विधीयते. अतः तत्र यदा तत्र सर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् तत्र भसंज्ञा न भवति. सूत्रे एव उक्तं किल असर्वनामस्थानसंज्ञकः इति, असर्वनामस्थानसंज्ञकः फलयोगः शस्, अतः तत्र भसंज्ञा न भवति. यद्यपि तत्र रामयोगः शस् अपि अस्ति, फलयोगः शस् अपि अस्ति, रामयोगः शस् इत्यत्र राम इत्यस्य भसंज्ञा भवति पुल्लिङ्गम्, अत्र तु नपुंसकलिङ्गम् अत्र न भवति, इत्यत्र रामशब्दस्य भासंज्ञा न भवति, यतः अत्र उपस्थितः भ्यां प्रत्ययः अजादिः यकारादिः वा नास्ति, अजादिः अपि नास्ति, यकारादिः अपि नास्ति. अनन्तरम् अन्य प्रथमम् अत्र सर्वनामस्थाने नास्ति. समीचीनं, सर्वनामस्थानसंज्ञकः नास्ति अत्र, भासंज्ञा नास्ति तत्र, अजादि असर्वनामस्थानसंज्ञकः अनन्तरं यकारादिः अजादिः वा प्रत्ययः विधीयते चेदेव भासन्या. समीचीनं, धन्यवादः. उषा भगिनी, अग्रिमद्वयं गर्गियोगः यै. आं भगिनि, गर्गयोगः यै इत्यत्र गर्गशब्दस्य भसंज्ञा भवति. यतः अत्र उपस्थितः यञ् प्रत्ययः चतुर्थ अध्याये पाठितः अस्ति. सर्वनामस्थानसंज्ञकः नास्ति, यकारादि च अस्ति. गर्गयोगः यञ् इति स्थिते यञ् इति भ यचिबम् इत्यनेन सुप्रत्ययादि आरम्भात् कप्रत्ययपर्यन्तं सुट् प्रत्ययविहाय यकारादि अकारादिप्रत्ययः परः अस्ति चेत् तस् द पूर्वशब्दस्य भागः बसंज्ञः भवति. गर्गयोगः यै यकारादि प्रत्यये बस् गर्ग इति बसंज्ञा भवति यचिबम् इत्यनेन. चतुर्थ अध्याये पाठितः लैक् सुऔजस् आरम्भात् कप्रत्ययपर्यन्तं सर्वनामस्थानसंज्ञकः नास्ति. सर्वनामस्थानसंज्ञकः इति सु इति आरम्भात् सुट् इति पञ्चप्रत्ययः एव न पुल्लिङ्गे स्त्रीलिङ्गे सर्वनामस्थानसंज्ञकः. अत्र सर्वनामस्थानसंज्ञकः नास्ति, यकारादि अस्ति चेत् तस्मात् भसंज्ञकः भवति. गर्ग इति शब्दः भसंज्ञकः. सम्यक्, भसंज्ञकः भवति अत्र. केवलम् अस्माकम् एकविंशतिप्रत्ययाः इत्येव नास्ति, चतुर्थ अध्याये पाठितः यञ् प्रत्ययः अपि तत्र वयं स्वीकर्तुं शक्नुमः. तत्र कप् पर्यन्तं किल, अतः तत्र तस्मिन् आगच्छति, चतुर्थ अध्याये आगच्छति इति कृत्वा तत्र सर्वनामस्थानसंज्ञकः नास्ति, यकारादिः अस्ति, अतः पूर्वभागस्य भसंज्ञा. अग्रिमं भगिनि, क्यच्. रामयोगः क्यच् इत्यत्र रामशब्दस्य भसंज्ञा न भवति. यतः अत्र उपस्थितः क्यच् प्रत्ययः तृतीयाध्याये पाठितः अस्ति, चतुर्थपञ्चम अध्यायोः न. क्यच् इति प्रत्ययः तृतीयाध्याये पाठितप्रत्ययः. सर्वनामस्थाना नास्ति, सर्वनामस्थाना इति चतुर्थ अध्याय पाठितः. सुवादिप्रत्ययः सर्वनामस्थाना नास्ति, भसंज्ञा राम इति भसंज्ञा नास्ति, ययादि अकारादि प्रत्ययः परः नास्ति. बट् क्यच् इति तृतीय अध्याये पाठितः, दट् सो इट्स् नाट् यकारादिप्रत्यय. तस्य आरम्भमेव 4-1 इत्येव, सु औजस् 4-1 इति आरभ्य एव तत्र गणना भवति. सर्वनामस्थान वा असर्वनामस्थान वा किमपि, असर्वनामस्थानसंज्ञकस्य. परन्तु अत्र तु क्यच् इति तृतीय अध्याये सनादिप्रत्ययः इत्येव चिन्तयामि, तस्मिन् एव क्यच् इति आगच्छति. तत्र क्यच् इति तृतीय प्रथमपादे अष्टमसूत्र सुप् आत्मनः क्यच् क्यच् इति प्रत्ययः. ओके, अतः तत्र भासंज्ञा न भवति इत्येव. चतुर्थपञ्चमाध्याये भवति चेदेव सर्वनामस्थाना भसंज्ञा पदसंज्ञा. प्रत्यय अधिकारस्य समाप्ति भगिनि. नमस्ते भगिनि. महोदय. सु आदि इति लिखितमस्ति तेन एव भवति इति अस्माभिः ज्ञातव्यं सु आदि पठामि वा भगिनि तत्र सु औजस् एकवारं तत् सूत्रमपि एकवारं पठामः तत्र किञ्चित् कुत्र कुत्र भवति इति एतत् सूत्रं समाप्य तद् सु औजस् पठामः तत्र किमपि दत्तमस्ति आं भगिनि भवती एव समापयतु ज्ञातव्यम् इति अस्ति ज्ञातव्यं स्वादिषु असर्वनामस्थाने इत्यनेन सर्वनामस्थान स्थानभिन्ने प्रत्यये परे प्रकृतेः पदसंज्ञा भवति सर्वनामस्थानभिन्ने प्रत्यये परे प्रकृतेः पदसंज्ञा भवति यकारादौ अजादौ वा प्रत्यये परे अपि अनेन सूत्रेण पदसंज्ञायां प्राप्तायां वर्तमानसूत्रेण भसंज्ञायाः निर्देशं कृत्वा पदसंज्ञायाः निषेधः भवति टु फास्ट् ओके यकारादौ अजादौ वा प्रत्यये परे अपि अनेन सूत्रेण पदसंज्ञायां प्राप्तायां वर्तमानसूत्रेण भसंज्ञायाः निर्देशं कृत्वा पदसंज्ञायाः निषेधः भवति ओके ओके भसंज्ञाया निर्देशं कृत्वा पदसंज्ञायाः निषेधः भवति एकसंज्ञाधिकारस्य कारणात् कस्यापि शब्दस्य एकस्मिन्नेव समये पदसंज्ञा तथा भसंज्ञा द्वे अपि न भवतः ओके आकडारात् संज्ञा इति अकडारात् एका संज्ञा अकडारात् एका संज्ञा इति सूत्रस्य अधिकारे अस्ति चेत् अस्ति तस्मात् पदसंज्ञा अथवा भसंज्ञा अपि पदसंज्ञा आर् भसंज्ञा एव कर्तुम् अर्हति न द्वे अपि न भवतः पदसंज्ञा इति शब्दः परतः हलादिप्रत्ययः स्वादिषु असर्वनामस्थाने सु आदिप्रत्ययः असर्वनामस्थाने प्रत्ययः परः अस्ति चेत् पदसंज्ञा भवति ओके यचिबम् इति सूत्रेण बसंज्ञा भवति ओके सारि भगिनि बसंज्ञायाः विधानं अङ्गसंज्ञायाः सन्दर्भेण न क्रियते अस्मिन् सूत्रे अङ्गस्य इति नैव अनुवर्तते यदि एतादृशम् अभविष्यत् तर्हि एकसंज्ञाधिकारात् भसंज्ञया अङ्गसंज्ञयाः बाधः अभविष्यत् पुनः एकसंज्ञाधिकारः अतः तत्र स्वादिषु असर्वनामस्थाने इति सूत्रेण प्रथमं सर्वनामस्थानभिन्नप्रत्यय असर्वनामस्थान प्रत्ययाः परः अस्ति चेत् तत्र पदसंज्ञा भवति पूर्वस्मिन् भागस्य पदसंज्ञा भवति इति सामान्यसूत्रम् इदानीं तत्र यकारादौ अजादौ प्रत्ययः परः अस्ति चेत् तत्र तद् बाधित्वा यचिभम् इत्यनेन भसंज्ञा भवति पदसंज्ञायां प्राप्तायां वर्तमानसूत्रेण सति पदसंज्ञायां प्राप्तायां वर्तमानसूत्रेण भसंज्ञा भवति इत्येव अत्र यदा भवती उक्तवती आकडारादेका संज्ञा अतः एकसंज्ञाधिकारः एकः एव संज्ञा भवति समीचीनम् भगिनी अत्र भासंज्ञया अङ्गसंज्ञया अङ्गसंज्ञयाः बाधाः अभविष्यत् अत्र किम् अस्ति भगिनि अभविष्यत् इति सम्भावना किल सम्भावना तादृशं भवति स्म. अतः एकसंज्ञा अधिकारात् बसंज्ञया तृतीया अङ्गसंज्ञायाः बाधः अभविष्यत् इति कृत्वा तत्र एकः एव संज्ञा भवति. अङ्गस्य इति तत्र अनुवृत्तिरूपेण न स्वीकुर्मः, तद् न आगच्छति अत्र अस्मिन् सन्दर्भे. केवलं भ इति एव संज्ञा स्वीकुर्मः. अङ्गस्य नाम इदानीं भ संज्ञा तावदेव. राम इति स्वीकुर्मः चेत् तद् अङ्ग इति न वदामः, भसंज्ञा इत्येव वदामः तावदेव. समीचीनं. तत्र क्लेशः भवति, एकसंज्ञा अधिकारः अस्ति तदपि आगच्छति चेत् तत्र क्लेशः भवति. अङ्गसंज्ञा सर्वदा तस्यैव बलम् अधिकम्, अतः तद् मास्तु इति अनुवृत्तिरूपेण तद् न स्वीकुर्मः. अत्र सु औजस्य अपि एकवारं पठामः कियत्पर्यन्तं तद् भवति इति. 4, 1, 2 किल. अस्तु, श्रीवल्ली भगिनी पठितुं शक्नोति वा न वा? आं भगिनि, किञ्चित् समयं अनन्तरं पठतु भगिनि, नास्ति चिन्ता. अरुणा भगिनी पठति. अस्तु अस्तु अस्तु, भवत्याः सौकर्यमेव, नास्ति चिन्ता. आम् 4, 1, 2 सु औजस् सु औजस् अम् औषस् ताभ्यां भिस् नेभ्यां भिस् नसीभ्यां भिस् नस् ओस् नी ओस् प्रथमा एकवचनम् अनुवृत्तिः किमपि नास्ति. अधिकारः प्रत्यय अधिकारः परश्च. अनन्तरं 3, 1, 3 आद्युदात्तश्च ञाप् प्रातिपदिकात् इति अधिकारः अधिकारसूत्रं सम्पूर्णसूत्रं सु औजस् अम् औट् षस् ताभ्यां भिस् नेभ्यां भिस् नसीभ्यां भिस् नस् ओस् आम् नि ओस् ञाप् प्रातिपदिकात् प्रत्ययः परः च सुप् प्रत्ययः. सूत्रार्थः ण्यन्तात् आबन्तात् प्रातिपदिकान्तात् च सु औजस् अम् औट्सेष् अभ्यां भिस् नेभ्यां भिस् नशिभ्यां भिस् नश् ओस् आ नि ओ सुप् एते प्रत्ययाः भवन्ति. सो नि न्या अन्तात् आब् अन्तात् प्रातिपदिकान्तात् ते सर्वे प्रत्ययाः भवन्ति परः. अनेन सूत्रेण एकविंशति प्रत्ययाः दीयन्ते. एतेषाम् एव सामूहिकं नाम सुप् प्रत्ययः इति. आं भगिनि, एकविंशति प्रत्ययः सुप् प्रत्ययः इति नाम अनन्तरं सुप्तिङ्गन्तपदम् इत्यनेन एतेषु कोऽपि प्रत्ययः यस्य शब्दस्य अन्ते आगच्छति सः शब्दः पदसंज्ञा प्राप्नोति. यथा रामयोगः सुप्रत्ययः रामः पदम्. अतः एतेषां सुप्रत्ययानां योजनेन पदनिर्माणं भवति इति उच्यते. आं भगिनि, पदसंज्ञा भवति सुप् सुप्तिङ् अन्तं पदम् इत्यनेन कोऽपि प्रत्ययः यस्य शब्दस्य अन्ते अस्ति आगच्छति सः शब्दः पदसंज्ञा प्राप्नोति. उदाहरणं दत्तमस्ति, राम प्रातिपदिकं सु प्रत्ययः, रामयोगः सु रूपं रामः, रामः इति पदं भवति. पदं सु प्रत्ययः अन्तः अस्ति इति कारणेन रामः इति पदसंज्ञा भवति. अतः एतेषां सुप् प्रत्ययानां योजनेन पदनिर्माणं भवति इति उच्यते. समीचीनं, पदनिर्माणं सुप्रत्यययोजनेन भवति अनन्तरम् एते एकविंशतिप्रत्ययाः सुपः सुपः सूत्रसङ्ख्या 1, 4, 1, 0, 3 इत्यनेन क्रमेण सुप्तौ सप्तवारं सारि सर् सप्तवारम् एकवचन द्विवचन बहुवचनसञ्ज्ञकाः भवन्ति इत्युक्ते सु इति एकवचनम् औ इति द्विवचनं डेस् इति बहुवचनम् अम् एकवचनम् औट् द्विवचनं शश् बहुवचनम् इति आदयः अनेन सूत्रेण एव अस्माकं टेबल् 7/3 टेबल् भवति सुपः इति सूत्रेण अग्रे एतेषां प्रत्ययानां विभक्तिः च 14104 सूत्रेण इत्यनेन विभक्तिसंज्ञा भवति आचार्येण तेषां विधानं प्रथमा द्वितीया सप्तमी पर्यन्तम् अनेन क्रमेण कृतम् अस्ति इत्युक्ते प्रथमाः त्रयः प्रत्ययाः सु औ चेस् प्रथमा विभक्ति नाम्ना ज्ञायते अग्रिमाः त्रयः प्रत्ययाः आम् औट् शेस् द्वितीया विभक्तिः नाम्ना ज्ञायते अनेन एव प्रकारेण सर्वाः विभक्तयः त्रीणि त्रीणि प्रत्ययान् स्वीकुर्वन्ति एतादृशं विभक्तिवचनविभजनेन प्रत्ययस्य विशिष्टः उल्लेखः भवति भवितुम् अर्हति यथा प्रथमा एकवचनस्य प्रत्ययः सु द्वितीय बहुवचनस्य प्रत्ययः शस् आदयः एतेषां प्रत्ययं विभक्तिः च विभक्तिसंज्ञा अपि भवति तेषां विधानं सु विभक्तिश्च सूत्रेण तेषां विधानं प्रथमा किल विभक्तिश्च अन्यत् अपि विभक्तिश्च तत्रापि अस्ति वा एकमेव सुपः अनेन तिङन्तानामपि ग्रहणं भवति अतः एव अहं चिन्तितवती विभक्तिश्च सुप्तिङन्तं पदम् एकमेव 104 अनन्तरं विभक्तिश्च अतः तदपि तत्र तदपि उल्लेखनम् अस्ति प्रथमा द्वितीया सप्तमी पर्यन्तम् एकवचनं द्विवचनं बहुवचनम् इति विभक्तिश्च इत्यनेन तदपि तस्यापि उल्लेखनम् अस्ति सुवौजस् इत्यनेन प्रत्ययविधानम् सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा सुपः इत्यनेन क्रमेण एकवचन द्विवचन बहुवचनसंज्ञकाः सप्तवारं 7/3 विभक्तिश्च इत्यनेन विभक्तिसंज्ञा इत्यपि भवति अतः तत्र एकं सूत्रं स्वीकुर्मः चेत् अन्ते अन्ते बहूनि सूत्राणि चतुर्थः अस्तु एतत्तु वयं जानीमः केचन वर्णाः इत्संज्ञकाः सन्ति इति तत्र यदा वयं सुऔजस् स्वीकुर्मः तत्र उपदेशे अजनुनासिक इत्यनेन इकारः इत्संज्ञा सर्वम् एतत्तु वयं जानीमः एव किल प्रश्नाः सन्ति चेत् समीचीनम् अत्र सुऔजस् चतुर्थसूत्राणि उपदेश अजनुनासिक हलन्ति चुट्टु न विभक्तौ तु स्मः सर्वदा स्मरणे भवतु अनेन जस् छस् इति प्रत्ययोः अन्तिमसकारस्य इत्संज्ञा निषिध्यते तद् बहु मुख्यमस्ति किल विभक्तौ इत्येव दत्तमस्ति सकारस्य लोपः तत्र न भवति अस्माकं रुत्वविसर्गौ एव तत्र ससजुषोरुः करवसानि आं विजया भगिनी भवत्याः प्रश्नः कः भगिनी अत्र सूत्रार्थः अस्ति खलु भगिनि ण्यन्तात् आबन्धात् स्त्रीलिङ्गं ण्यन्तात् आबन्तात् प्रातिपदिकान्तात् इति तत्र ण्यन्तात् आबन्तात् इति कुत्रापि अन्यत्र वयं दृष्टवन्तः स्मरति वा हल्ञाभ्यो दीर्घा चुतिष्य तृतं हल् बहुवारं कृतवन्तः किल तत्रापि ञबन्तात् तत्सर्वम् आगच्छति किल तत्रापि तदेव आबन्तात् दीर्घाबन्तात् स्त्रीप्रत्ययः नीप् नीश् नीन् इति स्त्रीप्रत्ययाः आबन्तात् टाप् चाप् डाप् इति सर्वे स्त्रीप्रत्ययाः बेब्बिव अस्ति एकं वयं पठामः चेत् तत्र अन्ते अन्ते अन्ते बहूनि सूत्राणि सन्ति जालमिव कनेक्टेड् अपि अस्ति समीचीनम् अतः इदानीं तत्र गतसप्ताहे वयं यचीबं पर्यन्तं पठितवन्तः सूत्रत्रयम् अवशिष्टमस्ति किल अल्लोपो नः किमपि तद् पठित्वा न लोपप्रातिपदिकान्तस्य अल्लोपो नः करवसानियो विसर्जनीयः सूत्रत्रयं पठित्वा वयं राजन् इति प्रातिपदिकस्य रूपाणि साधयामः अरुणा भगिनी पठति वा न लोपः प्रातिपदिकान्तस्य करपत्रात् अस्माकं करपत्रे अन्ते आं भगिनि क्षम्यतां विलम्बेन आगतवती न लोपः प्रातिपदिकान्तस्य षष्ठमध्याये द्वितीयपादे सप्त सूत्रं प्रातिपदिकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः न सप्तषष्टिकं पदं लोपः प्रथमान्तं प्रातिपदिकलुप्तषष्टिकं पदम् अन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः सूत्रम् अत्र अस्ति न लोपः प्रातिपदिकान्तस्य सूत्रं वदति प्रातिपदिकसंज्ञा अस्ति पदस्य प्रातिपदिकसंज्ञा अस्ति चेत् नकारलोपः अन्ते नकारः अस्ति चेत् लोपः भवति तद् भवती उक्तवती राजन् शब्द सुप्रत्यययोजनेन सकारलोपः भवति मन्ये ततः प्रत्ययलोपे पदसंज्ञा भवति लोपः प्रत्ययलोपे प्रत्ययलक्षणसूत्रेण नकार न लोपः प्रतिपादिकान्तस्य सूत्रेण नकारलोपः भवति तत् पश्यामः अनन्तरं दीर्घः अपि भवति तदपि पश्य तत् सूत्रम् अत्र न दत्तमस्ति वा अस्तु सर्वनामस्थाने च सम्बुद्धौ सूत्रं किमर्थं त्यक्तम् अस्तु नास्ति चिन्ता वयमेव योजयामः अल्लोपोनः अपि पठतु आं भगिनि अल्लोपान् अल्लोपोनः षष्ठाध्याये चतुर्थपादे चतुर्त्रिंशत् अधिकशतं भासज्ञक अङ्ग अवयवः अन् इति भागस्य अकारस्य लोपो भवति अङ्ग अवयवः असर्वनामस्थान यजादिस्वादिपरो यो यः अन् तस्य अकारस्य लोपः अत् लुप्तषष्टिकं पदं लोपः प्रथमान्तम् अनः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अनः इत्यस्य अवयवषष्टिविभक्तिः बस्य अङ्गस्य इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं बस्य अङ्गस्य अनः अतः लोपः प्रयत्नं करोमि पद भासज्ञक अङ्ग अवयव वयं पठितवन्तः भासज्ञा कुत्र भवति यचिबम् इति सूत्रेण भासज्ञा भवति भगिनि तत् तत्समये सज्ञ भासज्ञकपदशब्दस्य अङ्ग अवयव अन्ते अन् अस्ति चेत् अकारस्य लोपः भवति केवलम् अकारस्य न तु तकारस्य अकार एव लोपः भवति उदाहरणं किं भगिनि अस्माकं राजन् राजन् इति तत्र किं तत्र संज्ञा राजन् योगः तत्र राजन्योगः आ इत्यस्ति चेत् तत्र अजादिः अस्ति, अतः राजन् इत्यस्य का संज्ञा भवति? सा संज्ञा भवति राज्ञा, राज्ञा. तत्र भसंज्ञा यदा भवति तत्र अस्य सूत्रस्य प्रसक्तिः अल्लोपो नः इत्यनेन अकारस्य अन्निति भागः यदा तत्र वयं टी संज्ञा इति स्वीकुर्मः किल तादृशम् अन्निति भागः राजन् इत्यस्य अन् भागः कः? अन् एव किल, तत्र अकारलोपः, अकारः लोपः भवति चेत् राज नकारः योगः आ इति भवति. अनन्तरं सूत्राणि सन्धिसूत्राणि कार्यं तु भवति एव, परन्तु तद् अन् इत्युक्ते तदेव. राजन् योगः ए इति चतुर्थ्याम् अस्ति चेत् अन् इति भागः लोपं कृत्वा अल्लोपो नः अन् भागस्य अकारस्य लोपः, अतः तदेव अल्लोपो नः. एतद् सूत्रमपि कृपया तत्र योजयन्तु, सर्वनामस्थाने च सम्बुद्धौ 648 तद् अष्टाध्यायी डाट् काम् मध्ये पठामः. 648 महोदय पठति वा? आं भगिनि. सर्वनामस्थाने च सम्बुद्धौ, च सम्बुद्धौ इति सर्वनामस्थाने सप्तमी एकवचनं, च भूयं सम्बुद्धौ सप्तमी एकवचनम् अस्ति. अनुवृत्तिः अस्ति दीर्घः उपादायः न उपादायः इति, अङ्गस्य अधिकारः नः अङ्गस्य उपादायः, असम्बुद्धौ सर्वनामस्थाने दीर्घः, असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपादायः दीर्घः भवति. पुल्लिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा परस्य सु औ जस् अम् औट् एतेषां पञ्चप्रत्ययानां षडनपुंसकस्य इत्येन सर्वनामस्थानसंज्ञा भवति. तथैव नपुंसकलिङ्गे नपुंसकलिङ्गशब्दात् परस्य जस् शस् एतयोः द्वयोः प्रत्ययोः शीसर्वनामस्थानम् इत्यनेन सर्वनामस्थानसंज्ञा भवति. स्वर्णामस्थानक स्थानसंज्ञके प्रत्यये परे नकारान्तस्य अङ्गस्य उपधास्वरस्य अनेन सूत्रेण दीर्घः विधीयते, परन्तु सम्बोधने एकवचनस्य सुप्रत्यये परे दीर्घादेशः न भवति. असम्बुद्धौ इति कृत्वा स्वर्णमस्थाने नः अङ्गस्य उपधायः दीर्घः, असम्बुद्धौ एव. यथा राजन् योग औ इत्यत्र औ इति स्वर्णम इति स्वर्णामसंज्ञायां प्राप्तायां नकारात् पूर्वं यः अकारः अस्ति तस्य दीर्घादेशः भवति, अतः राजा राजा राजन् राजानौ इति भवति. परन्तु राजन्योग सु इत्यत्र सु इति सम्बोधने एकवचन इत्यत्र अयम् आदेशः न भवति, अतः राजन् इत्येव रूपं जायते. मुख्यसूत्रमस्ति सर्वनामस्थाने च सम्बुद्धौ इत्यनेन उपधा नकारस्य नकारस्य उपधायाः दीर्घत्वं प्राप्नोति. नपुंसकलिङ्गे तु न भवति अस्य सूत्रस्य प्रसक्तिः. अस्तु महोदय, तदपि पठतु महोदय नपुंसकलिङ्गशब्दस्य विषये. अस्तु, नपुंसकलिङ्गशब्दस्य विषये अपि अयं दीर्घादेशः जस् शस् प्रत्ययोः परयोः दृश्यते. यथा नामन् योग जस् अथवा शस् नामानि इति भवति. ज्ञातव्यं फलयोग जस् जस् शस् इत्यपि अस्य सूत्रस्य प्रसक्तिः अस्ति इति स्मर्तव्यम्. अस्य प्रक्रिया एतादृशी अस्ति, फलयोग जस् अथवा शस् फल् तत्र जषसो षि इत्यनेन तत्र अपि च षि सरणं स्थान इत्यनेन सरणं संज्ञा भवति. फलयोग षि फलन् योग इ इति अत्र न नुमागमः भवति, नपुंसकस्य चलचः इत्यनेन नुमागमः. फलन् योग इ अपि अस्ति. इदानीं नकार अस्ति उपादायम् अङ्गस्य उपादायम् अकार अस्ति, तत् दीर्घः भवति, फलानि इति भवति. अतः नकारः नुमागमः नकारः अस्ति चेदपि अस्य सूत्रस्य प्रसक्तिः अस्ति साक्षात् प्रातिपदिकतेव इति न इत्येव नामन् इत्यत्रापि भवति, फल इत्यत्रापि फलानि इति सर्वनामस्थाने च सम्बुद्धौ इत्यनेन एव भवति. समीचीन, तदेव नामन् अत्र न भवति वा? नाम तत्र नाम नाम इति नाम एकवचनं किल, अल्लोपो नपुंसकलिङ्गे अस्ति वा? आम्, नामन् इति नपुंसकलिङ्गशब्दः एव, अतः एव भवतः नाम किम् इति भवति, भवतः नाम इति न भवति, अन्यथा नाम इति भवेत्. नाम इति नपुंसकलिङ्गशब्दः, नामन् इति प्रातिपदिक नामानि. अस्तु अस्तु, नाम्नि नामानि अल्लोपानः इत्यनेन तत्र नाम्नि इति भवति, नाम्नि वा? अल्लोपो नः इत्यनेन किं भवति महोदय? क्षम्यतां, न नामन् योग औ इति अस्ति, तत्र किम् अस्ति? इ इति अस्ति खलु, तत्र इ नाम्नि वा नामनि वा? नाम्नि अकारस्य लोपः भवति. ओ औ इति सु औ जस् किल द्विवचने, तत्र तु अस्माकं नामन् किल, नामन् इति वारी वारिणी वारीणि नामनि इति भवति प्रायः तादृशं इति प्रत्यादेशः भवति अनन्तरं नाम्नि भवेत् खलु, वारि वारिणि वारीणि तादृशं तत्र नकारान्ता अपि किल, नाम नामन् नकारान्तनपुंसकलिङ्गं नामनि नाम्नि इति रूपद्वयं तत्र नामनि नामनि नाम्नि इति रूपद्वयं सर्वत्र, प्रक्रिया तु अत्र न प्रदर्शितमस्ति, पश्यामः वयमेव सूत्राणि तु जानीमः किल. विभाषान्निष्योः विभाषान्निष्योः इत्यस्य प्रसक्तिः अत्रापि अस्ति. अनन्तस्य बस्य अकारलोपः वा भवति इति राजनी राङ्गी इति रूपम् अत्र अस्ति, परन्तु अनन्तस्य बस्य एव लोपः किल, तत्र बसन्या अस्ति वा? बसन्या अस्ति खलु भगिनि, तत्र नपुंसकलिङ्गे अस्ति चेत्, नपुंसकलिङ्गे अस्ति चेत् अल्लोपानः इत्यनेन भवति खलु, नामन् इति अन इति औ इति अजादिः अस्ति इति कृत्वा बसन्या. तत्र प्रायः अस्य सूत्रस्य प्रसक्तिः तत्रापि विभाषाङ्गिष्योः 64136. समीचीनम्, इदानीं वयं तु रूपं साधयामः. राजन् इति शब्दः तत्र प्रथमा विभक्तिः, तत्र सु औजस् भवन्तः जानन्ति एव, अतः प्रत्ययस्य आवश्यकता नास्ति. अस्तु महोदय, भवान् एव प्रथमा विभक्ति वदति वा? राजन् योगः सु, राजन् योग सु इति अस्ति, राजन् योग सु इति. इदानीं तु तत्र राजन् योग सु इति अस्ति, तत्र इदानीं सर्वनामस्थानसंज्ञा भवति राजन् योग सु इति, राजन् योग सु. इदानीं तत्र हल्ग्याभ्यो दीर्घा सूतिसार्थकं हल् इत्यनेन लोपः भवति. राजन् राजन् इति इदानीं तु राजन् इति नलोपप्रातिपदिकान्तस्य इत्यनेन तत्र तत् पूर्वं भवति वा? तत्र अन नलोपप्रातिपदिकान्तस्य त्रिपादिसूत्रं 8 तस्मात् पूर्वं तर्हि सर्वनामस्थाने असम्बुद्धौ क्षम्यतां सर्वनामस्थाने च असम्बुद्धौ इत्यनेन नकारान्तस्य उपादायः दीर्घः भवति सर्वनामस्थाने परे सर्वनामस्थानमस्ति अतः तत्र राजान् इति भवति राजान् इत्यन्नकारस्य लोपः भवति नकारस्य लोपः भवति अनन्तरं न लोपप्रातिपदिकान्तस्य इत्यनेन समीचीनं अतः राजा इति भवति सम्यक् अतः तत्र सर्वनामस्थाने च सम्बुद्धौ प्रथमं 648 इति हल्न्याभ्यो दीर्घात् इति 61 विप्रतिषेधे परं कार्यमेव प्रथमम् अनन्तरमेव हल्न्याभ्यो दीर्घात् इत्यस्य कार्यम् अनन्तरं त्रिपादिकार्यं सूत्रसङ्ख्या तावदेव रूपं तु सम्यक् आम् राजन् योगः औ अङ्गकार्यमस्ति इति कृत्वा राजन् योग औ इति अस्ति इदानीम् एतत् सर्वनामस्थानमस्ति सर्वनामसंज्ञक अस्ति सर्वनस्थाने च असम्बुद्धौ इत्यनेन राजन् योग औ इत्यस्मिन् अत्र उपादायाः राजन् इति सर्वनामस्थानसंज्ञकस्य उपादायाः दीर्घः भवति राजान् योग औ राजानियोग औ इति अस्ति इदानीं राजानियोग औ इदानीं राजानौ इति एव भवति सम्यक् राजन् योगः अस् राजन् योग अस् राजनियोग अस् इदानीमपि एतत् सर्वनामसंज्ञकः अस्ति अतः अतः तत्र सर्वनामस्थाने नकारान्तः अस्ति राजन् इति अतः सर्वनामस्थाने च असम्बुद्धौ इत्यनेन नकारस्य अङ्गस्य उपादायः दीर्घः भवति अतः राजान् राजान् योग राजान् योग अस् अनन्तरं राजान् योग अस् केवलं वर्णमेलनं राजानः सुसजुषोरुः करवसानिसर्जनीय इत्यनेन न विभक्तौ तु स्मः स्मरणे भवतु अत्र अस् इत्यस्य सकारः लोपः न भवति सम्यक् महोदय तावदेव अस्तु विजया भगिनी द्वितीया विभक्तौ वदति वा अम् इति प्रत्ययः राजन् योगः अम् अत्र राज द्वितीया विभक्ति एकवचनम् अम् योजनेन राजानम् इति तावदेव खलु भगिनि अत्र कस्य का संज्ञा इति अपि वदतु भगिनि राजन् इत्यत्र राजन् इत्यस्य का संज्ञा भवति जस्ट् अम् औट् अम् अस्ति अम् इति आगच्छति राजन् इति भवति चेत् अत्र नकारस्य लोपः भूत्वा न तत्र राजानम् इति अस्ति दीर्घः आगच्छति अतः तत्र सर्वनाम च सम्बुद्धौ इति सूत्रेण दीर्घः भवति राजा इति भवति अनन्तरम् आम् योजनेन राजानम् इति भवति समीचीनम् अतः राजन् इत्यस्य सर्वनामस्थानसंज्ञा अस्ति अतः एव सर्वनामस्थानस्थाने च सम्बुद्धौ इति सूत्रस्य प्रसक्तिः दीर्घत्वं राजानम् राजन् योगः औ तत्र राजन् योगः राजन् योगः औ अत्र अपि तत्र सर्वनाम च सम्बुद्धौ इति सूत्रेण दीर्घः भूत्वा अनन्तरम् औ योजनेन राजानौ इति भवति सम्यक् बहुवचने तत्र बहुवचने बहुवचने राङ्गः इति भवति कथं भवति यकारः आगच्छति तादृशं मा चिन्तयतु भ्रमः भवति राजन् योगः अस् इति स्वीकरोतु इदानीं क्रमेण गच्छतु ज्ञा आगच्छति राजन् योगः अन्ते तत्र सर्वनामस्थानसंज्ञकः वा नास्ति वा अस् भवति अस्ति इत्युक्ते तत्र ससजुषो रुः इति सूत्रेण प्रथमं ऋत्वं भूत्वा अनन्तरं कालावसानयोर्विसर्जनीयः इति सूत्रेण तत्र विसर्गः भवति. तत्र राजन् तत्र अननुनासिक इति अन्तिमवर्णः राण्य अन्तिमवर्ण राजा राज इति शब्दस्य अन्तिमवर्णस्य पञ्चमवर्णः भूत्वा राज्ञः इति भवति. नकारस्य पञ्चमवर्णः वा राजा? सूत्रं पठितवन्तः किल इदानीमेव. राजन् योगः अस्सिति अस्ति, तत्र उप अन् इत्यस्य लोपः भवति, अकारस्य लोपः इति एकं सूत्रं पठितवन्तः किल इदानीं, स्मरति वा? अल्लोपो नः, अल्लोपो नः, अत्र अन् इति अकारस्य लोपः भवति प्रथमम्. अल्लोपो अल्लोपो नः इति सूत्रेण नकारस्य लोपः भवति, अकारस्य नकारस्य अकारस्य राज इति राज योगः न राज योगः नः नौ राजयोगः एतत् राज इति अन्तिमवर्णस्य स्थाने एव सत् वर्गीय पञ्चमवर्णः आगच्छति. सूत्रेण जकारः अस्ति नकारः अस्ति, परिचितं सूत्रमेव सन्धिकार्यं. केन सूत्रेण आगच्छति नकारस्य स्थाने पञ्चमवर्णः? वदतु भगिनि. स्तोश्चुनाश्चुः इति सूत्रेण पञ्चमवर्ण नकारस्य स्थाने पञ्चमवर्णः ण्यकारः भवति. राज्ञः इति प्रथमं स्वीकृतम्, अनन्तरं तत्र अस् अस्ति, तत्र सकारः सकारस्य स्थाने षष्ठचुरुः इति सूत्रेण ऋत्वं भवति, अनन्तरं कर अवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः भूत्वा राज्ञः इति भवति. सम्यक्. ससजुषोरुः करवसान्यविसर्जनीयः सर्वदा अन्ते एव, त्रिपादीसूत्रं किल. अतः प्रथमम् अल्लोपो नः, 6-4 राज् योगः, तत्र अकारलोपः, राज्योगः, नकारः योगः, अस् इति प्रत्ययः, स्तोश्चुनाश्चुः नकारस्य पञ्चमवर्णः, अनन्तरं ससजुषोरुः करवसान्यविसर्जनीयः. प्रायः ससजुषोरुः करवसाने विसर्जनीयः, तत्र ण्यकारः न एव पश्यति किल, तत्तु 8-2, 8-3 इति अस्ति. स्तोश्चुनाश्चुः तु 8-4. अस्तु अस् इत्यत्र एव कार्यम् इति कृत्वा तत्र किमपि बाधा न भवति, कोऽपि बाधा न भवति. सम्यक् अस्तु, धन्यवादः भगिनि. उषा भगिनी तृतीया विभक्ति वदति वा? आं भगिनि. राजन् योगः आ, राजन् योगः आ, आ इति यचिबम् इत्यनेन सर्वनामस्थानप्रत्ययः नास्ति, अण्ड् यचिबम् इति सूत्रेण राजन् इति शब्दः राजन्योगः आ इति स्थितौ राजन् इति शब्दः भसंज्ञकः भवति. भसंज्ञकः भवति चेत् अल्लोपो नः इत्यनेन अन् अन्तस्य अङ्गस्य भसंज्ञकः अकारलोपः भवति. भसंज्ञकः राजन् अन् इत्यस्य राज् अकारलोपः भवति अनन्तरं राज् योगः न योगः आ भवति. राज्योगः न स्तोः सुनाशुः इति सूत्रेण नकारः ञकारः भवति, जकारवर्ग ञकारः भवति. राज्ञ योगः आ राज्ञा भवति. राजन् राजन् योगः भ्यां, राजन् योगः भ्यां सर्वनामस्थानसूत्र सुट् अनपुंसकस्य, सुट् अनपुंसकस्य इत्यनेन सुट् नास्ति, भ्याम् इति अस्ति. यचिबम् इति अनेन भसंज्ञकः नास्ति. वाट् इस् दट् बै पदसंज्ञा, हौ डु ऐ से स्वादिषु असर्वनामस्थाने, स्वादिषु असर्वनामस्थाने इत्यनेन भ्याम् इति प्रत्ययः परः अस्ति चेत् राजन् शब्दः, अत्र राजन् शब्दः पदसंज्ञा भवति, पदसंज्ञा भवति. राजन् योगः भ्यां पदसंज्ञा भवति चेत् नलोपप्रातिपदिकान्तस्य नलोपप्रातिपदिकान्तस्य पदसंज्ञा अस्ति, राजन् इति अपि प्रातिपदिकसंज्ञा अस्ति. भ्यां नलोपप्रातिपदिकान्तस्य इत्यनेन नकारलोपः भवति, राजयोगः भ्यां राजभ्यां भवति. राजन् राजन् योगः भि सौजसमोचस्थाभ्यां बिस् बिस् राजन् योगः बिस् भवति. राजन् योगः बिस् बिस् इति बिस् इति प्रत्ययेन राजन् इति पदसंज्ञा भवति. स्वादिषु असर्वनामस्थाने इति सूत्रेण पदसंज्ञा भवति. नलोपप्रातिपदिकान्तस्य इत्यनेन पदसंज्ञा अपि अस्ति, प्रातिपदिकसंज्ञा अपि अस्ति. तस्मात् नलोपप्रातिपदिकान्तस्य इत्यनेन नकारलोपः भवति. राजयोगः बिस् राजभिस् राजभिः इति भवति. समीचीनम्. नलोपप्रातिपदिकान्तस्य ए टु एव किल सर्वजुषोरुः करवसानि करवसानि. समीचीनं, धन्यवादः भगिनि. श्रीवल्ली भगिनी वक्तुं शक्नोति वा चतुर्थी? राजन् योगः ने अत्र तृतीयविभक्ति बहुवचनं राजभिः इति अन्तिमरूपं निष्पन्नं खलु भगिनि? अस्तु, अरुणा भगिनी वदति वा चतुर्थी भगिनि? राजन् योगः अग्ने, राजन् योगः भासंज्ञा भवति यचिभम् इति सूत्रेण. राजन् योगः ए अनन्तरं 827 प्रातिपदिक संज्ञस् नलोपः प्रातिपदिकान्तस्य न भगि न भासङ्ग भासङ्गा भवति अल्लोपानः अल्लोपानः इति अकारस्य लोपः भवति. राज् नकार योगः ए अनन्तरं स्तोः स्चुः राज् योगः पञ्चमवर्गे ङ इति भवति, योगः ये राज्ञे इति रूपं भवति. राजन् योगः भ्याम् अनन्तरं द्वितीयवच राजन् योगः भ्यां भ्याम् इति स्वादिषु असर्वनामस्थाने पदः पदसंज्ञा भवति. अनन्तरं नलोपः प्रातिपदिकान्तस्य इति इत्यनेन राजयोगः भ्यां राजभ्याम् इति रूपं भवति. मोनुस्वारः इति अपि भवति भगिनि, पदान्तस्य मकारः अनुस्वारः भवति राजभ्याम्. किमर्थं मोनुस्वारः राजभ्यां? भ्याम् इति प्रातिपदिकम् इति आम् परन्तु पदान्ते अग्रे किमपि वर्णः नास्ति किल अवसाने अस्ति पदान्ते तत्र न भवति यदा अग्रे किमपि अन्यपदमस्ति आं भगिनि पदमस्ति चेत् मूलस्वरः तत्र तत् वाक्ये एव न न न अनुस् किमपि नास्ति राजभ्यां मकारः एव परन्तु शब्द रूपाणि राजभ्याम् अनुस्वारसहिता अस्ति कुत्र शब्दरूपाणि शब्दरूपाणि शब्दमञ्जरि इति पुस्तके शब्दमञ्जरि अपि राजभ्याम् इति दत्तमस्ति तेषां मुद्रणं किमपि तादृशं भवति परन्तु यदा किमपि अवसाने इति किमपि मौनस्वारः भवति किल हलिपरे नास्ति अवसानः इदानीं हलिपरे नास्ति अवसाने मकारः अस्ति मकारः तिष्ठति मकार एव आमामां सत्यं वाक्यमपि यदा रामम् इति लिखामः रामं तद् मकारः लेखनीयं किमपि अन्यद् अस्ति चेत् रामं किमपि हलिः किमपि योजयतु तत्र मकारस्य अनुस्वारः भवति तदेव नियमः प्रायः तेषां परन्तु शब्दमञ्जरि सर्वे स्थलानि रामाभ्याम् इति अनुस्वारः अस्ति मुद्रणं प्रिण्टिङ्ग् तादृशं भवति भगिनि तत्र तेषां सर्वदा तद् तद् अवग्रहचिह्नस्य विषये अपि एकवारं सौम्या भगिन्या उक्तं तद् प्रिण्टिङ्ग् तत्र आगच्छति तद् अवग्रहः तस्य किमपि न आवश्यकता एव तादृशं अत्रापि तद् डाट् एव भवति मकारः प्रायः तेषां प्रिण्ट् मध्ये फाण्ट् वा किमपि वदतु तादृशं नास्ति बहु पूर्वपुस्तकं किल शब्दमञ्जरि इति इदानीन्तनकाले परन्तु रामम् इति मकारः अस्ति रामम् इति द्वितीयवचने मकारः अस्ति पाणिनीयव्याकरणनियमानुसृत्य न कृतवन्तः तेषामेव प्रिण्टिङ्ग् तादृशं तावदेव प्रायः अग्रे राजभ्यं राजभ्यः इति ओ अस्तु अग्रिमकालं मध्ये अस्ति इति कृत्वा तदपि सम्यक् यदा वयं पारायणं कुर्मः तादृशमेव कुर्मः किल राज्ञे राजभ्यां राजभ्यः इति एक श्वासे एव एकस्मिन् श्वासे एव कुर्मः किल अतः ते प्रायः यद् महोदय वदति तदपि सत्यम् अतः ते अदर्वैस् नो देर् इस् नो अदर् लाजिक् आं वदतु भगिनि बहुवचने राजनियोगः बेस् इति अत्रापि पदसंज्ञा भवति अनन्तरं नकारलोपः भवति प्रातिपदिकान्तस्य राजयोगः भ्यस् अनन्तरं ससजुषोरुः इत्यनेन भवति करवचानयोः विसर्जनीयः इत्यनेन राजभ्यः इति रूपं भवति समीचीनं धन्यवादः राज्ञे राजभ्यां राजभ्यः राजभ्यः समीचीनम् अरुणा भगिनी पञ्चम्यां वदति वा अस्ति वा भगिनि क्षम्यतां मध्ये मध्ये राजनियोगः नसि नसि इति अजादिप्रत्ययः अस्ति सर्वनामस्थानः भाषज्ञा भवति यचिबम् इति सूत्रेण ततः नकारलोपः नलोपो लोपः प्रातिपदिकस्य इति सूत्रेण नकारलोपः भवति अकारलोपः अल्लोपोर्धनः अल्लोपोर्णः सूत्रेण अकारलोपः भवति राज्ञयोगः अस्ति अस् राज्ञा प्रत्ययोगः राज्ञसजुषोरुषु इति सूत्रेण कर्वसनयोः वसजनेय सूत्रेण विसर्गः भवति, राज्ञः भवति. वयं कृतवन्तः किल समान यदा पञ्चम्याम् अग्रे षष्टि वदतु, षष्टि अपि समानं तत्र राज्ञोः इति षष्टि द्विवचनं वदतु. राजन् ओः राजन् योगः औस् औस् अजादि असर्वनामस्थानशब्दः प्रत्ययः अजादिप्रत्ययः राजन् संज्ञा भवति यचिभामि सूत्रेण. तथा किं भवति भगिनि, बसंज्ञा भवति चेदेव अल्लोपोनः एव पदसंज्ञा न लोपप्रातिपदिकासंज्ञा अल्लोपोनः अल्लोपोनः इति सूत्रेण अकारलोपः राजन् ओस् राज्ञो कर्वसानयोः सृजनेः सूत्रेण राज्ञा भवति राज्ञा कर्वसानि विसर्जनीय वर्णमेलनमेव खलु भगिनि राज्ञो विसर्गः भवति बहुवचने भगिनि सुप् सुप् न आम् आम् आमति इति भासज्ञा अस्ति राजन् भासज्ञा अल्लोपः भवति समीचीनम् अल्लोपः भवति सम्यक् स्तोष्टुनाष्टु इति सूत्रेण राज्ञ योगः राज्ञा समीचीनं राज्ञाम् इति भवति समीचीनम्. अतः यत्र यत्र भसंज्ञा भवति यकारादि अजादि असर्वनामस्थानप्रत्यये परे एव भसंज्ञा, तत्र यत्र यत्र भसंज्ञा भवति तत्र सर्वत्र अल्लोपोनः इत्यस्य कार्यं. यत्र पदसंज्ञा भवति पदसंज्ञा कुत्र भवति, यत्र यकारादिः नास्ति अजादिः नास्ति चेत् तत्र सर्वत्र तु पदसंज्ञा, अतः तत्र न लोपः प्रातिपदिकान्तस्य अस्मिन् सन्दर्भे न लोपः प्रातिपदिकान्तस्य इत्यनेन तत्र नकारलोपः भवति. धन्यवादः. धन्यवादः महोदय. समापयति वा तत्र बहु सप्तम्याम्? अस्तु सप्तमी. राजन् योग इ इति अस्ति, इदानीं सरणमस्थानमस्ति अतः सारि क्षम्यतां बसंज्ञका अस्ति अतः राजन् राजन् योग इ इति अङ्गकार्यमस्ति अल्लोपो अनः इत्यनेन तत्र अकारस्य लोपः भवति. राज् योग नकार राज् अपि इ इति अत्र राज्ञी इति भवति राज्ञस्तोस्तुनाशु इत्यनेन राज्ञी इति भवति. अपि च अन्यत्र विभाषानिश्योः इत्यनेन ङी इति अत्र विभाषा अस्ति अतः तत्र अलोपः इति राजनी इति तदपि अस्ति तत्र विभाषा निश्योः 64136 इत्यनेन तत्र रूपद्वयम् यस्य अन्ते अस्ति तादृशस्य भसंज्ञकस्य अङ्गस्य उपदाकारस्य नी प्रत्यये शी प्रत्यये वा परे विकल्पेन लोपः. तदेव अस्माकं नामन् शब्दस्य अपि प्रसक्तिः महोदय. नामनि नामी इति तत्रापि आगच्छति अत्रापि आगच्छति राजनी राज्ञी इति सूत्र क्षम्यतां रूपद्वयम्. अत्रापि तत्र बसंज्ञकः अस्ति अतः अल्लोपानः अस्ति स्तोत्रमस्य राज्ञ राज्ञ कोस् राज्ञोः इति भवति तत् सकारस्य विसर्गः भवति स्वसरिसोरुः करवासन इत्यनेन राजन्योगसु इति अस्ति राजन्योगसु अत्र सु इति हलन्तमस्ति हलादि अस्ति अतः स्वादिषु सरणमस्थाने पदसंज्ञा भवति राजन् योगसु इति अस्ति इदानीं राजन् योगसु नकार न लोपप्रातिपदिकान्तस्य इत्यनेन लोपः भवति राजसु इति एव तावदेव तत्र किमपि अन्यकार्यं नास्ति समीचीनं धन्यवादः महोदय विजया भगिनी सम्बोधने वदति वा आं भगिनि सम्बोधने तत्र तादृशमेव तिष्ठति खलु राजन् इति शब्दः अस्ति चेत् प्रातिपदिकं एतदेव तत्र अस्ति राजन् राजानौ राजानः इति तत्र सुप्रत्ययः कथं अपगच्छति सुप्रत्ययस्य लोपः न अत्र राजन् इति नकारान्तपुल्लिङ्गपदमस्ति खलु भगिनि प्रातिपदिकं समीचीनम् एतदेव तत्र राजन् इति हे राजन् इति अस्ति सम्बोधनप्रथमा हे राजन् सम्बोधनप्रथमायाः प्रत्ययः कः सम्बोधनप्रथमायाः प्रत्ययः राजन् इति प्रातिपदिकं किमपि प्रत्यययोजन योजनीयं किल तत्र रूपसाधनार्थं सम्बोधनप्रथमा इति किमर्थं वदामः किल् चेत् तत्र प्रथमायाः प्रत्ययः एव सम्बोधने अपि भवति सु औजस् तदेव अत्रापि आगच्छति अतः राजन् योगः सु सु इत्यस्य का गतिः इदानीं लोपः भवति केन सूत्रेण दीर्घात् इति तद् मुख्यं तद् विषयमस्ति किल तत्र एतत् सूत्रेण सकारस्य लोपः भवति अनन्तरं राजनेव तिष्ठति समीचीनं दीर्घः न भवति इति कृत्वा नकारान्त अस्ति किं भगिनि तत्र दीर्घत्वं किमर्थं न भवति राजानौ वा राजानम् अत्र दीर्घत्वं भवति किल अत्र तु दीर्घत्वं न भवति दीर्घत्वं भवति राजा नौ योजनेन राजानौ इति भवति राजा एव अस्ति खलु भगिनि तत्र राजन् इति प्रातिपदिकं सु इति प्रत्ययः राजन् इति भवति राजा इति न भवति किल न लोपप्रातिपदिकान्तस्य इत्यनेन तत्र नकारस्य लोपः अपि न भवति राजा राजन् इत्येव उक्तवती किल किमर्थं न लोपप्रातिपदिकान्तस्य न भवति तत्र एकं प्रातिपदिकान्तात् नकारः न लोपः भवति खलु भगिनि प्रातिपदिक सूत्रमस्ति नङ्सम्बुद्ध्योः 828 इति सूत्रमस्ति तत्र अनेन प्रातिपदिकान्तं यत् पदं तदन्तस्य नकारस्य नी प्रत्यये परे सम्बुद्धि प्रत्यये परे लोपः न भवति इति न लोपः प्रातिपदिकान्तस्य इत्यनेन लोपः विधीयते अन्तिमनकारस्य अस्मिन् सूत्रे तु असम्बुद्धौ इति किमपि न उक्तमस्ति न लोपः प्रातिपदिकान्तस्य इत्येव राजन् इति प्रातिपदिकं तस्य नकारलोपः तु भवति एव किल तत्र एकं सूत्रम् आगत्य तस्य निषेधं करोति न निसम्बुद्धयोः सम्बुद्धयोः सप्तमी द्विवचनं सम्बुद्धयोः सम्बुद्धयोः इत्यनेन तत्र नी प्रत्यये परे सम्बोधन एकवचनसुप्रत्यये परे लोपः न भवति अतः तदपि सूत्रमपि कार्यं करोति खलु न लोपः प्रातिपदिकान्तस्य अनेन सूत्रेण प्रातिपदिकान्त अन्ते स्थितं स्थितः नकारस्य लोपः न भवति इति न अनेन लोपः भवति एव किल एतदेव वयं अत्र अन्येषु तत्र वयं कृतवन्तः किल न लोपः प्रातिपदिकान्तस्य इति लोपः न भवति अत्र अग्रे एय्ट् टु एय्ट् एव कार्यं करोति वा भगिनि एय्ट् टु एय्ट् इत्यनेन न लोपः निषिध्यते निषेधं भवति तस्य अनन्तरं बहुवचनमस्ति राजानौ राजन् इति शब्दं सम्बोधन प्रथमा विभक्ति अस्ति अनन्तरं औ योजनेन सु औ राजानौ इति अस्ति तत्र आकार राजा इति अस्ति तत्र नकारस्य लोपः भूत्वा आकारस्य दीर्घः भवति खलु भगिनि नकारस्य लोपः भवति चेत् नौ कथम् आगच्छति किं सूत्रम् अवयोजनेन राजानौ इति भवति इदानीं दीर्घत्वम् उपादायं कथम् आगच्छति राजन् योगः औ राजनौ इत्येव भवति किल राजानौ इति कथम् उपादायं दीर्घः इति सूत्रेण राजा इति भवति सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण भवति 6-4-8 इत्यनेन दीर्घत्वं भवति सर्वनामस्थाने च सम्बुद्धौ सम्बुद्धिप्रत्ययः अस्ति चेदपि अस्य प्रसक्तिः अस्ति इति कृत्वा तत्र तस्य दीर्घत्वं भवति उपधायाः दीर्घत्वं दीर्घः राजा इति दीर्घं भवति अनन्तरं नौ योजनेन राजानौ इति भवति अनन्तरं बहुवचने राजानः इति भवति राजानः तत्र तत्रापि राजन् इति शब्दस्य अनन्तरं अस् इति भवति खलु भगिनि अस् राजन् योगः अस् भवति अत्र तत्रापि समानकार्यं कार्यं समानमेव राजानः इति भवति योजनेन अस् योजनेन राजानः तत्रापि दीर्घत्वं केन सूत्रेण किं भगिनि दीर्घत्वं दीर्घत्वं इदानीमेव दृष्टवन्तः खलु तत्र सम्बुद्धौ सर्वनामस्थाने सम्बुद्धौ इति सूत्रेण दीर्घत्वं भवति राजा इति भवति अनन्तरं अस् इति भवति तत्र ससजुषोरुः सूत्रम् अनन्तरं कर अवसानयोजनेन राजा नः इति भवति समीचीनं सम्यक् इत्येव रूपाणि अतः यद्वयं पठितवन्तः हल्सन्धिः धातुपाठे हल्सन्धिः इति एतत् सर्वं वयं सुबन्तप्रक्रियायामपि तस्य सन्धिकार्याणि यत्र यत्र अस्ति तत्र वयम् उपयोक्तुं शक्नुमः परन्तु यदा वयम् अत्र न लोपप्रातिपदिकान्तस्य अल् लोपो नः विभाषा निश्योः इति तादृशं विशिष्टसूत्राणि अपि आगच्छन्ति मध्ये मध्ये यदा आत्मन् इति नकारान्तशब्दः स्वीकुर्मः तत्रापि विशेषसूत्राणि अस्ति राजन् इति शब्दवत् आत्मा शब्दः न भवति किल तत्र किञ्चित् किञ्चित् भेदः परन्तु यदा यदा वयं तद् सूत्राणि प्रवृत्य अस्माकं सन्धिसूत्राणि अपि तत्र आगच्छति तत्र वयम् अस्माकं वर्गे यदा कृतवन्तः लिह् इति धातुः लिह् इति धातुः अनन्तरं तत्र क्विप् योजनेन प्रातिपदिकम् आगच्छति यदा वयं गृ इति कृतवन्तः किल तादृशमेव लिह् धातुः अनन्तरं किं तत्र व्रश्च ब्रश्च इति सूत्रे अस्ति किल व्रश्च इति धातुः अनन्तरं ब्रश्च किल ब्रश्च इति धातुः त्रयमपि क्विप् योजयित्वा प्रातिपदिकं साधयित्वा तस्य विभक्तिरूपाणि कथं निष्पन्नानि इति दृष्टवन्तः तद् किञ्चित् चिन्तयतु बहु सुलभमेव अस्ति बहूनि तत्र नूतनसूत्राणि किमपि नास्ति. किं चिन्तनम् इत्युक्ते सर्वनामस्थानसंज्ञा अस्ति वा असर्वनामस्थानसंज्ञकप्रत्ययः अस्ति वा, प्रथमं चिन्तनम्. अनन्तरम् असर्वनामस्थानसंज्ञकप्रत्ययः अस्ति चेत् भसंज्ञा वा पदसंज्ञा वा इति चिन्तनम्. अनन्तरं सूत्राणां प्रवृत्तिः. पदसंज्ञा अस्ति चेत् कानि सूत्राणि, धातुपाठे हल्सन्धिः इत्यत्र पदसंज्ञा स्वीकृत्य वयं सूत्राणि दृष्टवन्तः किल, जलादि पदान्ते इति, तादृशसूत्राणां प्रवृत्तिः कथं भवति इति. अतः एतत् एते त्रयः धातवः स्वीकृत्य तत्र किञ्चित् चिन्तनं कुर्वन्तु. तद् प्रायः अग्रिमसप्ताहे तद् दृष्ट्वा वयम् अग्रिमपाठं प्रति गच्छामः. तत्र अरुणा भगिन्याः प्रश्नः आसीत्, तद् अहं वदामि एकवारं. धन्यवादः भगिनि. नास्ति चिन्ता भगिनि. भगिनि अपि च अत्र सम्बुद्धि एकवचनस्य एव भवति खलु? तत्र सूत्रे लिखितम् अस्ति एक एव आम् आम् सम्बुद्धयोः इति किमर्थं दत्तम् इत्युक्ते तत्र इतोपि एकः प्रत्ययः स्वीकृतवन्तः, अतः एव सम्बुद्ध्योः इति द्विवचने दत्तमस्ति. तत्रापि अहम् इदानीमेव दृष्टवती, आचनयोगः नी इत्यस्यापि ग्रहणम् इति प्रायः तस्मात् एव इति दृष्टवती. इति तत्र सरणम् तत्र पदसंज्ञा न भवति तत्र, अतः तत्र कथं सम्बुद्ध्योः नी सम्बुद्ध्योः इति पदद्वयं स्वीकृत्य एकं कृतवन्तः, अतः द्विवचने अस्ति महोदय. नी प्रत्यये परे सम्बुद्धि प्रत्यये परे तस्य समासं करोति चेत् नी सम्बुद्ध्योः इति भवति. सप्तमी द्विवचनं सप्तमी किल परसप्तमी. अवगतं वा? आमाम् आम्. तदेव तत्र नी इति अत्र सम्बुद्धिः नास्ति, परन्तु तत्र तेषां नी सम्बुद्ध्योः इति समासम् अस्तु. भगिन्याः प्रश्नस्य उत्तरं दत्त्वा समापयामः. अरुणा भगिन्याः प्रश्नः आसीत् अकृतव्यूहाः पाणिनीयाः इति परिभाषा, तस्य उपयोगं कथं भवति, कुत्र भवति इति. भगिनी यद् अहं प्रेषितवती तद् भागः एव पठति वा? अहम् अनन्तरं विवरणं दास्यामि. एकनिमिषं भगिनि, ईमेल् मध्ये. अस्तु अहमेव पठामि, नास्ति चिन्ता, अहं पठामि भवती. प्रश्नः अस्ति चेत् पृच्छतु. व्रश्च इति धातुः यद् अहम् उक्तवती किल, तस्य रूपाणि साधयतु इति, अतः तद्धातु व्रश्च इति धातुः. अत्र वयं जानीमः चोहोकुः प्रथमं भवति, तद् प्रबाद्य व्रश्च व्रश्च इति चषांशः इति सूत्रेण तत्र षत्वं भवति इति. तत्र व्रश्च इति धातौ तत्र यदा वयं यङ् लुगन्तरूपं स्वीकुर्मः चेत् वा व्रश्च योगः सि इति प्रत्ययः, तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन तत्र सकारः सि इति प्रत्ययः परः अस्ति, वा व्रश्च इत्यत्र षकारः अस्ति, अनन्तरं चकारः अस्ति, स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः. इदानीं तु अस्माकं वयं तु ष इति पश्यामः, परन्तु तत्तु मूले सकारः आसीत्, स्तोश्चुनाश्चुः इत्यनेन षकारः जातः चकारप्रभावेन, अतः स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः सकारस्य लोपः. वाव्रच्योगः अस्ति, इदानीं व्रश्च व्रश्च इत्यनेन षत्वम्, अनन्तरं सूत्राणि षडोः कः अस्ति आदेशप्रत्ययोः वाव्रक्षि. इदानीं प्रश्नः कः इत्युक्ते इत्युक्ते स्कोः संयोगात् योरन्ते च इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानं कथम् इति प्रश्नः, कथं स्कोः संयोगात् योरन्ते च इत्यस्य प्रसक्तिः, वयं तु तत्र तु शकारः अस्ति, मूले सकारः आसीत्, कथं तस्य प्रसक्तिः इति. सामान्यतया तदा वयं वदामः तत्र मूले सकारः आसीत् इति श्रुत्वसन्धिना तत्र शकारः जातः इति. परन्तु तत्र किन्तु अधुना शकारः अस्ति न तु सकारः इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः स्यात्. इदानीं तत्र एव तस्य परिभाषायाः प्रयोजनम्. अकृतव्यूहाः पाणिनीयाः इति एका परिभाषा, तत्र नशिष्यमानं निमित्तं न स्वीकर्तव्यं. नशिष्यमानम् इति शाण प्रत्ययः, यद् यद् निमित्तं नष्टं भवति, नष्टं भवति तद् न स्वीकर्तव्यं. वयं तु जानीमः तत् व्रश्च भ्रश्च इति सूत्रेण षत्वं जातं जायेत इति अग्रे भविष्यति इति वयं जानीमः, अतः तद् न स्वीकर्तव्यम् इति कृत्वा तत्र श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् तत्र स्तोश्चुनाश्चुः इति सूत्रं न एव प्रवर्तनीयम्. एतत्तु एकः एकं मतं, तत्र मतभेदः अस्ति, केचन स्वीकुर्वन्ति केचन न. परन्तु अकृतव्यूहाः पाणिनीयाः इत्युक्ते यद् निमित्तं नशिष्यमानं भवति तद् न स्वीकर्तव्यम्. यदा प्रायः भवत्याः प्रश्नः प्रच् धातुः पा प्रच् इत्यस्य विषये, तत्र श्वोः शूडनुनासिके च अनन्तरं किं सूत्रं टुक्सहितचकारः चेच चेच भगिनि सूत्रम् शूडनुनासिके च आगच्छति चेत् अन्यत् सूत्रम् आगच्छति किल सर्वथा. शशांशः एव वश्च भ्रश्च शशांशः इति अस्ति किल, तत्रापि तदेव तदेव आगच्छति पुनः तत्रापि. तत्र शोः शूडनुनासिके च इत्यनेन तत्र तुक् सहितचकारस्य ग्रहणं भवति. समानप्रक्रिया भगिनी, यदा वयं व्रश्च इत्यत्र कृतवन्तः तदेव प्रश्च पाप्रच् इत्यत्रापि भवति. किमर्थम् इत्युक्ते तदपि अङ्ग्लुक्रूपं, तत्रापि व्रश्च व्रश्च इति सूत्रेण तस्य ग्रहणं भवति. अतः तत्र यदा अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः जातः, पाप्रच् इत्यत्र शोः शूडनुनासिके च इत्यनेन प्रथमं षत्वं, तुक्सहितचकारस्य स्थाने षत्वम्, अनन्तरं व्रश्च व्रश्च इत्यनेन मूर्धन्यषकारादेशः, ताळव्य अनन्तरं मूर्धन्य इति एव भवति सर्वदा. मम प्रश्नौ अस्ति. प्रथमं प्रक्रियासमये स्कोः संयोगसूत्रं प्रथमं करणीयं वा व्रश्च भ्रश्च शकार कृत्वा संयोग करणीयं भगिनि? स्कोः संयोगाद्योरन्ते च एव तत्र प्रथमं भवति. किमर्थम् इत्युक्ते 8 to 29, व्रश्च भ्रश्च 8 to 36 पूर्वत्र पूर्वत्र, अतः तस्य एव कार्यं प्रथमं भवति. अनन्तरं व्रश्च भ्रश्च सूत्रसङ्ख्या स्कोः संयोगान्तस्य सि अत्र सि अर्थं किं भगिनि? सि इति प्रत्ययः अस्ति वा? आम्, अस्माकं मध्यमपुरुष एकवचनप्रत्ययः सि इति प्रत्ययः. धन्यवादः. तिङन्तप्रत्ययः एव, तिङन्तप्रत्ययः. भगिनि अत्र अकृतव्यूहाः इति अर्थः कः? ते किं न कुर्वन्ति इति अर्थः अकृतः व्यूहः इत्युक्ते अस्माकं तद् व्यूहमिति यदा आर्मि मध्ये तद् युद्धमध्ये व्यूहं वदामः किल, फार्मेशन्, तादृशं पाणिनिना न कृतं प्रायः, अकृतं. बहुव्रीहिसमासः पाणिनीयाः कृतयूहः येन इति कृतयूहः अकृतयूहः न कृतः अकृतः अकृतव्यूहाः व्यूहैः कुत्र भवति भगिनि तत्र व्यूह इति किमर्थं तत्र तादृश इति इदानीं तत्र नशिष्यमानस्य न स्वीकुर्मः इति अस्ति तर्हि व्यूह इति तत्र कथं भवति अत्र व्यूह इति तत्र किमर्थं तत्र तादृशपदं योजितमस्ति इदानीं मम सम्यक् एव प्रश्नः सम्यक् चिन्तनीयं परि एतत्तु प्रायः महाभाष्ये भवति महोदय पठनीयं इतोपि अधिकं तत्र सम्यक् एव व्यूहाः अकृताः पाणिनीयाः यत् निमित्तम् अकृतव्यूहः व्यूहः अकृतः नशिष्यमानं निमित्तम् इति कथं तद् तादृशं ते स्वीकृतवन्तः पठनीयं किञ्चित् तत्र जाटिल्यमस्ति तेषां यद् महाभाष्यं यत् सर्वं वयं नीत्वा पठितुम् इच्छामः चेदपि तस्य भाषा किञ्चित् जटिला भाषा अस्ति न्यायभाषा किञ्चित् न्यायापि अवगन्तव्यं किञ्चित् जटिला तत्र सन्धिविच्छेदः कृत्वा पठामः चेदेव बहु समयः भवति एतत्तु अहं पश्यामि अन्यत्र कुत्रापि अस्ति वा किमर्थं तादृशं महाभाष्य वाक्यं भगिनि आल् द परिभाषासूत्र परिभाषेन्दुशेखरः इति एकं पुस्तकमस्ति नागेशभट्टस्य तत्र सङ्ग्रहणमस्ति सः न लिखितवान् सर्वपरिभाषायाः सङ्ग्रहः कृतवान् नागेशभट्टः इति नागेशभट्टः इत्येव चिन्तयामि लास्ट् नेम् नागोजिभट्टः नागोजिभट्टः एव किल परिभाषेन्दुशेखरः नागेशभट्टः तद् तु आर्कैव्स् मध्ये अपि अस्ति नागेशभट्टस्य परिभाषेन्दुशेखरः विकि सोर्स् मध्ये अपि अस्ति स्थापितवन्तः न्यू it is there parivashendushekarah asti ha shekarah ha shri nagesh patta vishaha pravadamayeva asti niva bhavati na it has come very recently so yeah parivashendushekarah atha shri nagesh patta virachitya parivashendushekarah we have yes bagini satyam asti atreva asti अत्र एव अहम् अन्वेषणं कृत्वा वदामि महोदय अहम् अवगच्छामि चेत् वदामि अवश्यम् अपि प्रौढग्रन्थः अस्ति खलु प्रौढग्रन्थः आम् वयं तु सरलरीत्या पठामः अस्माकं वर्गे इतोपि पठनीयं अस्ति वा इति अन्वेष्य अस्तु अरुणा भगिनी समाधानं प्राप्तं वा धन्यवादः बहवः धन्यवादः समीचीनम् अत्र पत्रद्वये धातुपाठे हल्सन्धि 1-2 इत्यत्र इतोपि कानिचन उदाहरणानि प्रदर्शितानि भगिनि धन्यवादः अस्ति वा 53-56 अस्ति 56 इत्येव नोदनीयं वा अकृतव्यूहः इति टैप् कृत्वा कृतवान् 56 परिभाषा 56 अकृतव्यूहः पाठनीयः पठनीयं प्राप्तं पठामि विशिष्टव्यूहः इति अस्ति तत्र यैः इति विशिष्टऊहः ऊहः इत्युक्ते गेस्ट् इत्येव अर्थः किल विशिष्टव्यूहः अस्तु अहमपि पठामि भवन्तः अपि पठन्तु अग्रिमसप्ताहे चर्चयिष्यामः अस्तु परिभाषेन्दुशेखरः You go to the right bar, no? Right menu bar is there. You just go to the right side. Then you'll find out that. New. Sutra Sankhya, Paribhasha 56. No, if you just navigate through that. Akrita Vyuha, if you can type, you will get it immediately. अस्य अवगमनं किञ्चित् अधः दत्तम् अस्ति चेत् सम्यक् भवति. आमां सत्यं तत्र प्रायः अग्रे अग्रे योजयन्ति. परन्तु अन्तरङ्गात् विवरणं न दत्तमस्ति भगिनि. अन्तरङ्गादपि अस्तु, अहं तु प्रातःकाले पठामि इदानीं न पठामि. धन्यवादः. शुभरात्रि. We are